गते सप्ताहे अस्माभिः घटत्व अपि च घटे विद्यमानप्रतियोगितयोः मध्ये अन्योन अनतिरिक्तवृत्तित्वम् अस्ति इति परिशीलितम्। तत्र घटत्वं घटे विद्यते, घटत्वाभावं प्रति प्रतियोगिता अपि घटे विद्यते। तर्हि घटत्वं प्रतियोगिता उभयोः समानाधिकरण्यम् अस्ति घटे। तदनन्तरं तयोः मध्ये अन्यून अनतिरिक्तवृत्तित्वम् अस्ति, नाम यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति। तादृशी स्थितिः न भवति एव यत्र प्रतियोगिता भवति घटाभावं प्रति अपि च घटत्वं नास्ति, तादृशः सन्दर्भः एव न भवति इति कृत्वा तयोः अन्यून अनतिरिक्तवृत्तित्वम् इति उक्तम्। अपि च प्रतियोगितायाः अवच्छेदकः भवति घटत्वं, स च अवच्छेदकः तस्मिन् अवच्छेदके अन्योन अनतिरिक्तवृत्तिरूप अवच्छेदकता वर्तते इति वदामः, यतोहि अवच्छेदकः अवच्छेद्य अनयोः मध्ये अन्योन अनतिरिक्तवृत्तित्वम् अस्ति। अस्तु, तस्मिन् एव प्रसङ्गे अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते व्याप्यत्वे सति व्यापकत्वम् इत्यपि एकं वाक्यं परिशीलितम् आसीत्। अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते व्याप्यत्वे सति व्यापकत्वम् इति अस्माभिः परिशीलितम्। पुनः स्मरणार्थम् अत्र व्यापकः इत्युक्ते कः, व्याप्यम् इत्युक्ते किम् इति किञ्चित् पश्यामः। यः कोऽपि न्यूनदेशवृत्तिः भवति सः व्याप्यः, यः कोऽपि अधिकदेशवृत्तिः भवति सः व्यापकः। उदाहरणत्वेन इदानीं द्रव्यत्वं पृथ्वीत्वम् इति जातिद्वयं स्वीकुर्मः। तत्र द्रव्यत्वम् इति जाति बहुषु द्रव्येषु वर्तते, पृथ्वी, जलं, तेजः, वायुः, सर्वत्र द्रव्यत्वं वर्तते। पृथ्वीत्वम् इति या जाति अस्ति सा पृथिव्याम् एव वर्तते, परन्तु पृथ्वी अपि द्रव्यम् इति कृत्वा पृथिव्यामपि द्रव्यत्वम् अस्ति। तर्हि द्रव्यत्वम् इति बृहती जातिः अस्ति, नाम अधिकदेशवृत्तिः। पृथ्वीत्वम् इति लघुजातिः, न्यूनदेशवृत्ति। तर्हि अस्मिन् उदाहरणे पृथ्वीत्वम् इति व्याप्यं, द्रव्यत्वम् इति व्यापकं। पृथ्वीत्वे व्याप्यत्वम् अस्ति, द्रव्यत्वे व्यापकत्वम् इति अस्ति, यतोहि द्रव्यत्वम् अधिकदेशवृत्तिः, तस्मिन् अधिकदेशवृत्तित्वं भवति इति। अधुना घटत्वम् अपि च प्रतियोगिता अनयोः मध्ये वयं परिशीलितवन्तः यत् व्याप्यत्वे सति व्यापकत्वम् इति। तत्र प्रश्नः उदेति यत् घटत्वं तु जातिः अस्ति, परन्तु प्रतियोगिता जाति नास्ति, सः कश्चन धर्मः यः घटे विद्यते। तर्हि तयोः मध्ये व्यापकं किं, व्याप्यं किम्? अपि च अस्माभिः वारं वारम् उक्तम् अन्यून अनतिरिक्तवृत्तित्वम् इति। तर्हि तयोः मध्ये न्यूनदेशवृत्तिः कस्य, अधिकदेशवृत्तिः कस्य इति प्रश्नः आगतः आसीत्। अद्य करपत्रे तस्य प्रश्नस्य उत्तरं प्राप्यते, तस्य विषये किञ्चित् चर्चा भवति अत्र। केन केन आगतं मध्ये नूतनतया? लक्ष्मी अत्र अस्मि। अस्तु लक्ष्मी भगिनी। तदनन्तरं वर्धिनी अस्मि। वर्धिनी भगिनी, श्रूयते किम्? आमां श्रूयते भगिनि। अस्तु, तर्हि राजेन्द्रमहोदय पठितुम् इच्छति वा? करपत्रे पारिभाषिकशब्दपरिष्कारः इति एकः भागः अस्ति, तस्मिन् विभागे पृथिव्याः दृष्टान्ते इत्यतः आरभ्य कृपया पठतु। षष्ठः अनुच्छेदः। पृथिव्याः दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः अन्यून अनतिरिक्तवृत्तित्वम्। अनेन पृथ्वीत्वं गन्ध अनतिरिक्तवृत्तिः इत्युक्ते गन्धः यत्र नास्ति तत् पृथ्वीत्वं न भवति। तदा पृथ्वीत्वं गन्ध अन्यूनवृत्ति नाम यत्र गन्धः अस्ति तत् पृथ्वीत्वं नास्ति इत्र कुत्रापि न लभ्यते। अपि च विपरीतत्वेन गन्धः पृथ्वीत्वः पृथ्वीत्व अनतिरिक्तवृत्तिः गन्धः पृथ्वीत्व अन्यूनवृत्तिः च। एतत् सर्वम् अपरेषु शब्देषु उच्यते चेत् व्यापित्वे सति व्यापकत्वं तस्य च अर्थः अत्र वक्ष्यमाणः। किं लिखितमस्ति अत्र यदा पृथिव्यां दृष्टान्ते पश्यामः तत् पृथ्वीत्वस्य गन्धस्य च अन्यून अनतिरिक्तवृत्तित्वम् अस्ति। यत्र यत्र पृथ्वी अस्ति तत् तत् गन्धः भवति एव। यत् यत् पृथ्वीत्वम् अस्ति तत् तत् अपि पृथ्वी अस्ति। तत् कुत्र अपि न अस्ति यत् यत्र गन्धः अस्ति पृथ्वीत्वं न अस्ति अत्र इति तु कुत्रापि न लभ्यते। तथा पृथ्वीत्वं गन्धः अन्यूनवृत्तिः अन्यूनवृत्तिः अस्ति। अनतिरिक्तवृत्तिः अपि अस्ति यत् यत्र पृथ्वीत्वं गन्धः यत्र अस्ति तत्र यत्र गन्धः नास्ति तत् पृथ्वीत्वं न भवति। तथा अनतिरिक्तवृत्तिः तादृशी दृश्यते तथा तत्र आम् भगिनि अस्तु उच्यतां महोदय तदेव अहमपि वदन्ती आसम्। अपि च विपरीतत्वेन गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः गन्धः पृथ्वीत्व अन्यूनवृत्तिः च। यथा गन्धस्य सन्दर्भे वदामः गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः अस्ति यत्र अत्र कुत्रापि न अस्ति यत्र गन्धः अस्ति पृथ्वीत्वं नास्ति अधिकदेशे नास्ति। यत् यत्र गन्धः अस्ति तत्र तत्र पृथ्वीत्वम् अपि अस्ति एव। गन्धः पृथ्वीत्व अन्यूनवृत्तिः एवमपि सत्यमस्ति यत् यत्र गन्धः अस्ति तत् तत् पृथ्वीत्वम् अस्ति एव। विपरीतत्वेन किञ्चित् वदामः तथा तत् अस्ति व्यापत्वे सति व्यापकत्वम्। एतस्मिन् सन्दर्भे व्यापत्वे सति व्यापकत्वं सत्यमस्ति तस्य च अर्थः अत्र वक्ष्यमाणः अग्रे तदत्तमस्ति। सत्यम् अग्रे भवति तर्हि व्याप्यत्वे सति व्यापकत्वम् इति उक्तं यथा महोदयेन उक्तम् अस्मिन् परिच्छेदे किम् उक्तम् इत्युक्तं चेत् तत्र गन्धः इति यदस्ति सः व्याप्यः अपि अस्ति व्यापकः अपि अस्ति। तथैव पृथिवी इति यदस्ति तदपि व्याप्या अस्ति व्यापिका अपि अस्ति। तत् कथम् इति अग्रे पश्येम। एतावता बुद्धं वा सर्वैः? अत्र एकं वाक्यमस्ति पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति पृथ्वीत्वं गन्ध अनतिरिक्तवृत्तिः नाम गन्धेन विना पृथ्वीत्वं न भवति। तर्हि गन्ध अनतिरिक्तवृत्ति इति आहत्य कस्य विशेषणमस्ति? पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इति वदामश्चेत् तदस्ति पृथ्वीत्वस्य विशेषणं। तथैव गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः इति वदामश्चेत् पृथ्वीत्व अनतिरिक्तवृत्तिः कस्य विशेषणम्? गन्धस्य। तथा एव पृथ्वीत्वं गन्ध अन्यूनवृत्तिः तत्र गन्ध अन्यूनवृत्तिः कस्य विशेषणम्? पृथ्वीत्वस्य। आम् सत्यं तथैव अस्ति। पुनः गन्धः पृथ्वीत्व अन्यूनवृत्तिः इत्यस्य वदनेन पृथ्वीत्व अन्यूनवृत्तिः इति गन्धस्य विशेषणम्। भगिनी पुनः वदतु पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इत्युक्ते गन्धेन गन्धं विना गन्धेन विना पृथ्वीत्वं न भवति इति खलु? तदेव अस्ति. अस्तु अस्तु. इत्युक्ते यत्र कुत्रापि गन्धः भवति तत्र पृथ्वीत्वं भवेत् एव इति इति गन्ध अन्यूनवृत्तिः. अनतिरिक्तवृत्ति आम् क्षम्यतां क्षम्यतां वदतु भगिनि. भवत्याः प्रश्नः का आसीत् गन्ध अनतिरिक्तवृत्तिः इत्युक्ते किम् इति खलु? गन्धः यत्र नास्ति तत्र पृथ्वीत्वं नास्ति. अस्ति गन्ध अन्यूनवृत्ति पृथ्वीत्व पृथ्वीत्वं गन्ध अन्यूनवृत्ति इत्युक्ते यत्र गन्धः नास्ति तत्र भवती एव पठतु किं वाक्यं भवती एव पठतु तदा. एकनिमिषं भगिनि. आम् तदा पृथ्वीत्वं गन्ध अन्यूनवृत्ति नाम यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. अस्तु अस्तु इति अस्ति नाम पर तयोः मध्ये पृथ्वीत्वगन्धयोः मध्ये परस्परव्यापकत्वं व्याप्यत्वम् इति भावः भवति. तथैव घटप्रतियोगिता अनयोः मध्ये परस्परव्यापकव्याप्यभावः अपि अस्ति इति मुख्य अंशः. तत्र न्यूनदेशवृत्तिः कः अधिकदेशवृत्तिः कः इति प्रश्नः न आगच्छति. न्यूनदेशवृत्तिः अधिकदेशवृत्तिः इति पारिभाषिकशब्दानाम् उपयोगेन व्याप्यत्वं व्यापकत्वं न वक्तुं शक्नुमः. तन्निमित्तम् इतोपि किञ्चित् आवश्यकम् अस्ति. अस्तु तद् किम् इति अग्रे लिखितमस्ति पठेम. अजितमहोदय पठति वा? आं भगिनि. व्याप्यत्वे सति व्यापकत्वम् इत्यनेन अन्यूनातिरिक्तवृत्तित्वम् अन्यूनातिरिक्तवृत्तित्वम् अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति. व्याप्यत्यस्य एकः अर्थः न्यूनदेशवृत्तित्वं यथा घटत्वं पटत्वं दण्डत्वम् इत्यादिकं पृथिवीत्वापेक्षया व्याप्यं न्यूनदेशवृत्ति इति अस्माकं परिचितः अर्थः. किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः तदभाववत् आवृत्तित्वम् यथा भगिन्या उक्तं व्याप्यत्वे सति व्यापकत्वम् इत्युक्ते व्याप्यत्वम् इत्युक्ते न्यून देशवृत्तिः घटत्वं पटत्वं दण्डत्वं इत्यादिगुणः पृथ्वीत्व अपेक्षया व्याप्यम् अथवा न्यूनदेशवृत्तिः. पृथ्वीत्वं अधिकदेशवृत्तिः. घटत्वं पटत्वं दण्डत्वम् इत्यादिक न्यूनदेशवृत्तिः अथवा घटत्वं पटत्वं दण्डत्वं व्याप्यवृत्तिः. पृथ्वीत्वं व्यापकवृत्तिः इति वदामः. किन्तु व्याप्यत्वस्य कश्चन द्वितीय अर्थः अपि भविष्यति. इत्युक्ते तदभाववत् आवृत्तित्वम्. अहं चिन्तयामि तद् अग्रे आगच्छति तर्हि चिन्ता मास्तु. एवं मनसि स्थापयन्तु एकः अर्थः व्याप्यः इत्युक्ते एकः अर्थः अस्ति न्यूनदेशवृत्तिः. अपरः अर्थः अस्ति तदभाववत् अवृत्तित्वम् इति. न्यूनदेशवृत्तिः अपि च तदभाववत् अवृत्तित्वम् इति. अग्रे अपि वाक्यद्वयम् अस्ति, पठतु महोदय कृपया. यथैव व्यापकत्वम् इत्यस्यापि अर्थद्वयम्. व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वम् इति अस्माकं परिचितः अर्थः. यथा द्रव्यत्वं पृथिवीत्वं पृथिवीत्वस्य व्यापकं, यतोहि पृथिवीत्वापेक्षया द्रव्यत्वम् अधिकदेशे अस्ति. किन्तु व्यापकत्वस्य द्वितीय अर्थः तत्समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इत्युक्ते यथा व्यापक व्याप्यशब्दस्य द्वितीय अर्थः भविष्यति तदभाववत् आवृत्तित्वं, तथैव व्याप्यकत्वस्य द्वितीयार्थं तत्समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति वदामः. सत्यम्. अपि च तत्र उदाहरणे द्रव्यत्वं पृथ्वीत्वं तत्र व्यापकं किं व्याप्यं द्रव्यत्वं पृथ्वीत्वम् उदाहरणे द्रव्यत्वम् अधिक देशवृत्तित्वम् अस्ति, तत् कारणं द्रव्यत्वम् एव व्यापकम् इति वदामः. अथवा पृथिवीत्वं न्यूनदेशवृत्तिः तत् व्याप्यम् एव व्याप्यम् इति वदामः. तर्हि अत्र तु केवलं जातयः स्वीकृताः द्रव्यत्वं पृथ्वीत्वं घटत्वम् इति, तयोः मध्ये एषा परिभाषा कार्यं करोति न्यूनदेशवृत्तिः वा अधिकदेशवृत्तिः वा इति अभिज्ञाय वक्तुं शक्नुमः कः व्यापकः कः व्याप्य. परन्तु घटत्वप्रतियोगिता तयोः मध्ये तादृशसम्बन्धः नास्ति खलु. तयोः मध्ये घटत्वप्रतियोगिता मध्ये एकः न्यूनदेशवृत्तिः अपरः अधिकदेशवृत्तिः इति न वक्तुं शक्नुमः. तथैव पृथ्वीत्वगन्धस्य विषये अपि तयोः मध्ये कः न्यूनदेशवृत्तिः कः अधिकदेशवृत्तिः इति न वक्तुं शक्नुमः, यतोहि उभौ अपि समानाधिकरणे यत्र यत्र तत्र तत्र तादृशसम्बन्धेन विद्यते. तदर्थं द्वितीयः अर्थः स्वीकरणीयः भवति. अस्तु, इदानीं व्यापकत्वम् इत्यस्य तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति द्वितीयः अर्थः अस्ति, तस्य विवरणम् अग्रे दीयते. जयन्ती भगिनी अग्रे पठति वा? आं भगिनि. दृष्टान्ते घटे घटत्वं च प्रतियोगिता च इति पश्येम. द्वयोः अन्यूनानतिरिक्तवृत्तित्वम् अस्ति. अत्र एकस्य अपेक्षया अधिकदेशवृत्तित्वम् इति नास्ति, अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति, अपि तु द्वयोः क्षेत्रं समानम्, अतः अन्यूनानतिरिक्तवृत्तित्वं समानाधिकरणं च. तथापि प्रतियोगितायाः घटत्वस्य च व्याप्यव्यापकभावः अस्ति इति उच्यते. किन्तु अत्र ध्येयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न. अत्र पश्यतु यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयम् अपि. उच्यते यत् घटत्वं प्रतियोगितायाः व्यापकम् इत्यस्य अर्थः प्रतियोगितायाः यः अभावः तद् वृत्तित्वम्, अपि च घटाभाववत् अवृत्तिः यः अत्यन्ताभावः तद् अप्रतियोगित्वम्. नास्ति चिन्ता, अग्रे अस्य अर्थः स्पष्टः स्यात्. एतावत् मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यत् व्याप्यम् इति नास्ति, अपि तु अनयोः परस्परव्यापकत्वं परस्पर प्राप्यत्वम् उभयत्र अस्ति. अत्र घटत्वं प्रतियोगितयोः अन्यूनान् अतिरिक्तवृत्तित्वम् इत्यस्मिन् इत्यस्य विषये निरूपणम् अस्ति. वयं जानीमः घटत्वं प्रतियोगितां प्रति अन्यूनान् अतिरिक्तवृत्तिः तादृशमेव प्रतियोगिता अपि घटत्वं प्रति अन्यूनान् अतिरिक्तवृत्तिः. इत्युक्ते यत्र घटत्वं तत्र प्रतियोगिता, यत्र प्रतियोगिता तत्र घटत्वम् इति द्वयोः समानाधिकरणमेव. अपि च परस्परौ व्याप्यव्यापकभावः अपि अस्ति. इत्युक्ते एकम् अन्यस्य व्यापकः वा व्याप्यः इति न वक्तुं शक्यते. तादृशमेव अपरम् अपि एकस्य व्याप्यः वा व्यापकः इति वक्तुं न शक्यते. द्वयोः व्यापकव्याप्यभावः अस्ति. परस्परव्यापकत्वं व्याप्यत्वम् अस्ति घटत्वप्रतियोगितयोः. पुनः अत्र अन्य विषयः अपि अस्ति. एवं करोतु, पुनः उच्यते यत् ततः आरभ्य एकवारं पठित्वा प्रतिपादयतु. उच्यते यत् घटत्वं प्रतियोगितायाः व्यापकम् इत्यस्य अर्थः प्रतियोगितायाः यः अभावः, प्रतियोगितायाः यः अभावः तद्वृत्तित्वम् तद् अवृत्तित्वम्. अपि च घटाभाववत् अवृत्तिः यः अत्यन्ताभावः तद् अप्रतियोगित्वम्. प्रतियोगिता इति यदि घटत्वं प्रतियोगितायाः व्यापकम् इति वयं वदामः चेत् घटत्वम् अधिकदेशवृत्तिः. अत्र तादृशसम्बन्धः एव नास्ति, अधिकदेश न्यूनदेश. तदर्थं नूतनतया किञ्चित् वक्तव्यं भवति. अस्तु, अत्र उक्तं यत् घटत्वं प्रतियोगितायाः व्यापकम् इत्यस्य अर्थः तत्र प्रायः दोषः अस्ति. प्रतियोगितायाः यः अभावः इति न, घटस्य यः अभावः. घटाभावस्य प्रतियोगिता इति वयं वदामः साधारणतया, खलु? घटस्य यः अभावः तद् अवृत्तित्वम् इत्युक्ते प्रतियोगितायाः अवृत्तित्वं वा? न, अस्तु, एवं चिन्तयामः. घटत्वं प्रतियोगितायाः व्यापकम् इत्यस्य अर्थः कः? प्रतियोगितायाः यः अभावः नाम घटे कीदृशः प्रतियोगिता भवति घटत्वाभावं प्रति? परन्तु पटाभावस्य अभावः भवति वा? न. तर्हि घटाभावस्य प्रतियोगिता भिन्ना, पटाभावस्य प्रतियोगिता भिन्ना. तर्हि घटाभावप्रतियोगितायाः अभावः अस्ति घटाभावः, पटाभावप्रतियोगितायाः अभावः अस्ति पटाभावः इत्येव अत्र सूचितं. प्रतियोगितायाः यः अभावः तस्य अवृत्तित्वम्. द्विप्रकारकमस्ति खलु प्रतियोगिता अभावः. घटाभावं प्रति एकः तत्तु अस्ति घटे, पटाभावं प्रति नूतना एका प्रतियोगिता. पटाभावः घटे नास्ति, क्षम्यतां, पटाभावं प्रति प्रतियोगिता घटे नास्ति. परन्तु घटे या प्रतियोगिता अस्ति घटाभावस्य प्रतियोगिता एव यः अभावः तदवृत्तित्व तत्र कश्चन दोषः स्यात् भगिनि. तर्हि मूलविषयः अस्ति यत् यः अत्यन्ताभावं प्रति प्रतियोगिता अस्ति. अस्तु, कीदृशः अत्यन्ताभावः विद्यते घटे? खलु न प्रतियो तत्र पठा तत्र घटे पठाभावं प्रति प्रतियोगिता नास्ति. तद् अप्रतियोगित्वम् अस्तु इति एव अस्ति. घटाभावं प्रति प्रतियोगित्वं स्यात् परन्तु पठाभावं प्रति अप्रतियोगित्वम् इत्येव सारांशः तत्र. अस्तु अग्रे पठतु, प्रायः अग्रे इतोपि स्पष्टं भवति. आम् अग्रे इत्युक्ते द्रव्यत्वम् आरभ्य वा? नास्ति चिन्ता, अग्रे अस्य अर्थः स्पष्टः स्यात्. एतावत् मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता, द्वयोः मध्ये एकं व्यापकम् अन्यत् व्याप्यम् इति नास्ति, अपि तु अनयोः परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति. तत्तु वयं दृष्टवन्तः, परन्तु पूर्वस्मिन् वाक्यस्य अर्थः इतोपि एव आगच्छति इति मन्ये. अस्तु, सरला भगिनी अस्ति वा? नो चेत् लक्ष्मी भगिनी पठतु. लक्ष्मी भगिनी अस्ति किम्? अस्ति, एकनिमिषं भगिनि. द्रव्यत्वं पृथित्वम् इति स्थितौ एकं व्यापकम् अन्यत् व्याप्यं, तत्र व्यापकव्याप्योः अर्थः भिन्नः, किन्तु अत्र घटत्वप्रतियोगितयोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयता, एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति, तदर्थं द्वयोः अनतिरिक्तवृत्तित्वम् अस्ति. अतः व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः अर्थः इति अर्थः नास्ति. द्रव्यत्वं पृथित्वं मध्ये मध्ये व्यापकव्याप्ययोः भावः भिन्नः अस्ति, किमर्थं चेत् द्वयोपि समानाधिकरणम् किन्तु अत्र घटत्वप्रतियोगितयोः स्थितौ परस्परव्यापकत्वं व्याप्यत्वम् उभयता, घटत्वे घटाभावस्य प्रतियोगिता अस्ति, तत्र परस्परव्यापकत्वं व्याप्यत्वम् उभयता, तत् समीचीनं न अवगतं भगिनि. अस्तु, तत्र प्रथमतया द्रव्यत्वं पृथ्वीत्वम् इत्यस्मिन् सुलभः एव अस्ति, एकं व्यापकं, व्यापकं किम्? अधिकदेशवृत्तिः द्रव्यत्वम्, अन्यच्च पृथ्वीत्वं, न्यूनदेशवृत्तिः व्याप्यम्. अस्तु, तयोः मध्ये सुलभमेव अस्ति, परन्तु अत्र स्थितिः भिन्ना अस्ति. घटत्वप्रतियोगिता, तयोः मध्ये न्यूनदेशवृत्तिः कः, अधिकदेशवृत्तिः कः इति किमपि नास्ति खलु? तर्हि तयोः मध्ये घटत्वप्रतियोगितयोः मध्ये परस्परव्यापकत्वं परस्परव्याप्यत्वं च अस्ति च नास्ति खलु अस्ति अस्ति हा इदानीं घटे घटत्वम् अस्ति घटे प्रतियोगिता अपि अस्ति खलु हा तयोः मध्ये यः कोऽपि न्यूनदेशवृत्तिः अधिकदेशवृत्तिः इति अस्ति वा नास्ति खलु तदर्थमेव निश्चिततया वक्तुं न शक्नुमः अयमेव व्यापकः अथवा अपरः व्याप्यः इति उभौ अपि व्यापकं व्याप्यः च इति द्रव्यत्वं प्रतित्वं मध्ये अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् अस्ति एव समानाधिकरणं नास्ति तयोः मध्ये द्रव्यत्वपृथित्वयोः अत्र समानाधिकरणीयम् इति न कोऽपि विषयः अस्ति यत्र द्रव्यत्वं बहुषु वर्तते जले वर्तते द्रव्यत्वं नवद्रव्याणि सन्ति खलु तर्हि सर्वेषु द्रव्यत्वं वर्तते इति कृत्वा अधिकदेशवृत्तिः पृथ्वीत्वं केवलं पृथिव्यां वर्तते परन्तु पृथिवी अपि एकं द्रव्यं तदर्थं पृथिव्यां द्रव्यत्वम् अपि अस्ति इति कृत्वा द्रव्यत्वं व्यापकं पृथ्वीत्वं व्याप्यं किन्तु घटत्वप्रतियोगितयोः मध्ये तादृशः सम्बन्धः किमपि अस्ति वा कोऽपि सम्बन्धः अस्ति वा इति प्रश्नः नास्ति नास्ति अतः अन्यून अनतिरिक्तवृत्तित्वम् इति द्वयोः मध्ये अस्ति हा अतः इति न अन्यून अनतिरिक्तवृत्तित्वं तु अस्ति यतोहि समानादिकरण्यम् अपि च यत्र यत्र तत्र तत्र इति सम्बन्धः अस्ति परन्तु अधिकदेशः न्यूनदेशः इति किमपि नास्ति तयोः मध्ये अतः किमस्ति अग्रे अन्तिमवाक्यं पठतु व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति खलु तदर्थं तदर्थम् अस्माभिः द्वितीयम् अर्थं स्वीकृतम् इत्युक्ते व्याप्यत्वे सति व्यापकत्वं तर्हि व्याप्यः कः व्यापकः कः इति वक्तुं न शक्नुमः यतोहि अत्र अधिकदेशः न्यूनदेशः इति किमपि नास्ति तदर्थं किं कृतं द्वितीयः अर्थः स्वीकृतः इति पठितं खलु द्वितीयः अर्थः व्याप्यस्य द्वितीयः अर्थः अस्ति तद् अभाववत् व्यापकस्य अवृत्तित्वं व्यापकस्य द्वितीयः अर्थः अस्ति तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति भगिनी प्रश्नः अस्ति अत्र व्याप्यत्वे सति व्यापकत्वम् इति वाक्यं प्रसङ्गद्वयेन उचितम् अस्ति वा द्रव्यत्वपृथ्वीत्वप्रसङ्गे प्रथमतया एकं तु व्यापकम् अपरं व्याप्यम् इति अस्ति एकनिमिषः व्याप्यत्वे सति व्यापकत्वम् इति कस्य लक्षणवाक्यम् अन्यून अनतिरिक्तवृत्तित्वम् इत्यस्य लक्षणवाक्यम् आम् आम् द्रव्यपृथिव्योः मध्ये तादृश अन्यून अनतिरिक्तवृत्तित्वसम्बन्धः एव नास्ति अस्ति तर्हि तत्र इदं वक्तुं न शक्नुमः परन्तु केवलं प्रदर्शनार्थं द्रव्यत्वपृथिवीत्वस्य उदाहरणं स्वीकृतं यतोहि एकः अधिकदेशः अपरः न्यूनदेशः इति किन्तु घटत्वप्रतियोगितयोः मध्ये पृथ्वीगन्धयोः मध्ये अन्यून अनतिरिक्तवृत्तित्वम् अस्ति अपि च अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते व्याप्यत्वे सति व्यापकत्वम् इति तदर्थं प्रश्नः उदेति कः व्यापकः कः व्याप्यः यतोहि अत्र तु अधिकदेशन्यूनदेश इति किमपि सम्बन्धः नास्ति खलु अस्तु भगिनि हा तदर्थं द्वितीयः अर्थः स्वीकरणीयः तस्य विवरणमपि अपेक्षितम् अस्तु जयन्ती भगिनी एव अग्रे पठतु प्रायः भवत्याः प्रश्नस्य उत्तरम् अत्र दीयते अधुना गन्धपृथ्वीत्वयोः उदाहरणं स्वीकुर्मः. गन्धः पृथ्वीत्वव्यापकः. कथम् इत्युक्ते पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः. पृथ्वीत्वस्य च समानाधिकरणम् इत्युक्ते पृथ्वीत्वाधिकरणवृत्ति. खण्डश पश्येम पृथ्वीत्वस्य अधिकरणं पृथ्वी. तद्वृत्तिः पृथ्वीत्वाधिकरणवृत्तिः यः अत्यन्ताभावः. नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः. पृथिव्यां विद्यमानः अत्यन्ताभावः इत्यनेन गन्धाभावं स्वीकर्तुं न शक्नुमः. तद् अतिरिच्य किमपि स्वीकर्तव्यं. तर्हि शीतस्पर्शाभावं स्वीकुर्मः. अत्र पृथ्वीत्वाधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श अत्यन्ताभावः भवतु. तद् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्ताभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति. यतोहि शीतस्पर्श अत्यन्ताभावस्य प्रतियोगी भवति शीतस्पर्शः, न तु गन्धः. अतः गन्धः शीतस्पर्श अत्यन्ताभावस्य अप्रतियोगी भवति. तर्हि गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् अस्ति. अस्तु, अत्र तु द्वितीयस्य अर्थस्य विवरणम् अस्ति. तद् अभाववत् इति न तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इत्यस्य अर्थम् गन्धपृथ्वीत्वपृथ्व्योः उदाहरणम् अस्ति. गन्धः पृथ्वीत्वव्यापकः. गन्धः पृथ्वीत्वव्यापकः. गन्धपृथ्वियोः पृथ्वीत्वयोः मध्ये अन्यूनानतिरिक्तरूपवृत्तिः इत्युक्ते यत्र गन्धः तत्र पृथ्वीत्वं, यत्र पृथ्वीत्वं तत्र गन्धः वा गन्धत्वं भगिनि? गन्धः. कथम् इत्युक्ते पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः. पृथ्वीत्वस्य प्रतियोगिता. प्रथमतया पृथ्वीत्वस्य अधिकरणं किम्? पृथ्वीत्वस्य अधिकरणं पृथिव्याम् अस्ति. इति मनसि निधाय अग्रे सर्वं पठतु. पृथ्वीत्वसमानाधिकरण इत्युक्ते पृथ्वी पृथ्व्याः अत्यन्ताभाव अप्रतियोगी भवति गन्धः. एकनिमिषं. गन्धस्य अभाव गन्धस्य अभावः इति वा? न, एकनिमिष. पृथिव्यां गन्धस्य अभावः न भवति एव. न भवति. तर्हि कथं पृथिव्यां कस्य अभावः स्यात्? शीतस्पर्शस्य अभावः स्यात्, अत्यन्ताभावः, खलु? तर्हि अस्माभिः किं करणीयं? पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः स्वीकरणीयः. पृथ्वीत्वसमानाधिकरण इत्युक्ते पृथ्वी. पृथिव्यां कश्चन अभावः अस्ति वा इति द्रष्टव्यः भवति. शीतस्पर्शाभावः अस्ति पृथिव्यां, खलु? आम् आम्. शीतस्पर्शः इति अभावः अस्ति पृथिव्यां. परन्तु शीतस्पर्शस्य प्रतियोगिता अस्ति वा पृथिव्याम् इति? शीतस्पर्शः इति गुणः कुत्र भवति? शीतस्पर्श पुनः जले अस्ति. जले अस्ति. तर्हि शीतस्पर्शाभावं प्रति शीतस्पर्शाभावं प्रति प्रतियोगिता पृथिव्यां नास्ति, जले अस्ति खलु? आम्. हा इत्येव उक्तं, प्रतियोगी नास्ति अप्रतियोगी. तर्हि पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी भवति गन्धः. गन्धः इत्यनेन गुणेन पृथिव्यां विद्यमानः अत्यन्ताभावः न निवारितः भवति. गन्धे तादृशप्रतियोगिता नास्ति. परन्तु गन्धः समानाधिकरणं तु अस्ति, पृथिव्याः अधिकरणे एव वर्तते गन्धः. इति कृत्वा पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः अप्रतियोगी भवति गन्धः इति. अस्तु, इत्युक्ते अहं प्रयत्नं करोमि भगिनि. पृथ्वीत्वस्य समानाधिकरणम् इत्युक्ते पृथ्वी पृथिव्यां यत्किमपि स्वीकरोतु, यस्य अभावः अस्ति, गन्धं वयं न स्वीकर्तुं शक्नुमः. किमर्थम् इत्युक्ते गन्धः सर्वथा पृथ्व्याम् अस्ति, अतः शीतस्पर्शत्वम् इति गुणं स्वीकुर्मः, गुण इति गुणं स्वीकुर्मः. शीतस्पर्शाभावः पृथिव्याम् अस्ति. शीतस्पर्श अभावस्य प्रतियोगिता जले एव अस्ति. आम्, जले एव अस्ति, परन्तु पृथिव्यां नास्ति. अतः तस्य अप्रतियोगी गन्धे अस्ति. तस्य अप्रतियोगिता गन्धे अस्ति. गन्धे अस्ति. सम्यक् भगिनि, तथैव अस्ति. भवत्या यदुक्तं तदेव अग्रे अपि लिखितमस्ति, पुनः एकवारं पठित्वा उच्यताम्. अप्रतियोगी गन्धे अथवा पृथिव्यां कुत्र अस्ति? अप्रतियोगिता गन्धे अस्ति. इदं एकं वाक्यमस्ति खलु, पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी इति. तत् सर्वं गन्धस्य विशेषणम् अस्ति. गन्धः व्यापकः इति वक्तुम् एतत् सर्वम् अपेक्षितमस्ति. पृथ्वीत्वसमानाधिकरण अत्यन्ताभाव अप्रतियोगी तदेव अस्ति. तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं तादृशः धर्मः गन्धे अस्ति इति कृत्वा गन्धः पृथ्वीव्यापकः. अग्रे भगिनी अपि किञ्चित् वदति. अस्मिन् परिच्छेदे वा भगिनी पुनः वा? हा सत्यं, पृथ्वीत्वस्य च कुत्र अस्ति? पृथ्वीत्वस्य च समानाधिकरणम् इत्युक्ते पृथ्वीत्वाधिकरणवृत्ति इत्युक्ते पृथ्वीत्व अधिकरणवृत्ति यत् पृथ्वी इति अधिकरणं यस्मिन् पृथ्वी इति यत् पृथ्वी इति अधिकरणम् अस्ति खलु, पृथ्वीत्व अधिकरणवृत्ति. खण्डस्य पश्येम, पृथ्वीत्वस्य अधिकरणं पृथ्वी, तद् वृत्तिः पृथ्वीत्वाधिकरणवृत्तिः, यः अत्यन्ताभावः. नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्ताभावः अस्माभिः स्वीकर्तव्यः. पृथिव्यां विद्यमानः अत्यन्ताभावः इत्यनेन गन्धाभावं स्वीकर्तुं न शक्नुमः, तद् अतिरिच्य किमपि स्वीकर्तव्यम्. तर्हि शीतस्पर्शाभावं स्वीकुर्मः. अत्र पृथ्वीत्वाधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श अत्यन्ताभावः भवतु. तद् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्ताभावस्य अप्रतियोगित्वं तच्च गन्धे अस्ति. यतोहि शीतस्पर्श अत्यन्ताभावस्य प्रतियोगी भवति शीतस्पर्शः, न तु गन्धः. अतः गन्धः शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी भवति. तर्हि गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति. इदानीं तु अस्तु, स्वस्य वाक्यैः किञ्चित् उच्यताम्. अस्तु, पुनः प्रथमतया आम् अस्य विवरणार्थं पृथ्वीत्वसमाधिकरणं तस्य अत्यन्ताभावं स्वीकुर्मः. अत्यन्ताभावः गन्धं भवितुं न अर्हति एव. किमर्थम् इत्युक्ते पृथिव्यां गन्धः अस्ति एव. अतः अन्यत् यत्किमपि वयं स्वीकर्तुं शक्नुमः यः पृथिव्यां नास्ति. शीतस्पर्शः इति स्पर्शः इति वयं स्वीकुर्मः यत् जले अस्ति, तद्गुणं वयं स्वीकुर्मः चेत् शीतस्पर्शाभावः शीतस्पर्शाभावः पृथिव्याम् अस्ति. तदेव अस्ति, तत् समानाधिकरण अत्यन्ताभावः. तत् समानाधिकरण अत्यन्ताभावः. अत्र तद् इत्युक्ते किं? पृथ्वीत्वं. तत् समानाधिकरण इत्युक्ते पृथ्वीत्वस्य अधिकरणम्. आम् आम्, पृथ्वी. तत् समानाधिकरण अत्यन्ताभावः इत्युक्ते पृथ्वीत्वसमानाधिकरण अत्यन्ताभावः. शीतस्पर्शाभावः. स च शीतस्पर्शाभावः तस्य प्रतियोगी शीतस्पर्शः एव. अतः तस्य अप्रतियोगी गन्धे अस्ति. तस्य अप्रतियोगिता गन्धे अस्ति अस्ति. अतः गन्धे पृथ्वीत्व अधिकरणवृत्ति पृथ्वीत्व अधिकरणवृत्ति समानाधिकरण पृथ्वीत्व समानाधिकरणवृत्ति तस्य अत्यन्ताभावः यत् अस्ति शीतस्पर्शः, तस्य अप्रतियोगित्वं गन्धे अस्ति. बहु सम्यक् इत्येव अस्ति. तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं. सर्वैः बुद्धं वा इदम् अयम् अंशः? राजेन्द्रमहोदय वक्तुम् इच्छति वा यत्किमपि बुद्धम्? अस्तु, प्रयत्नं करोमि भगिनि. अथवा यः कोऽपि कृपया. इदानीं किं किमस्ति, यथा भगिनी एतावत् उक्तवती तथा यथा गन्धपृथ्वीत्वयोः मध्ये तु अन्योन अनतिरिक्त वृत्तित्वम् अस्ति अस्ति एव, यथा समानाधिकरणं भवति. तत्र यथा पूर्वं वयं घटोत्तम प्रतियोगितायाः मध्ये दृष्टवन्तः, तत्र अत्रापि परस्परव्यापकत्वं व्यापकत्वम् अस्ति उभयथा. परन्तु यदि अन्यत् कोऽपि किमपि स्वीकुर्मः यथा शीतस्पर्श अभावः स्वीकुर्मः, तत्र तु पृथ्वीत्व अधिकरणः पृथ्वी अस्ति, परन्तु शीतस्पर्शस्य अधिकरणं तु जले अस्ति. तत् किम् अस्ति? शीतस्पर्श अभावस्य अप्रतियोगिता गन्धे अस्ति. यथा शीतस्पर्श तु जलस्य गुणः अस्ति, परन्तु गन्धः तु पृथ्वीयाम् अस्ति. तत्कारणात् गन्धे अप्रतियोगित्वम् अस्ति शीतस्पर्श अत्यन्त अभावस्य प्रति. यथा भगिनी पूर्वम् उक्तवती, शीतस्पर्शस्य अत्यन्त अभावस्य प्रतियोगी तु शीतस्पर्शः अस्ति, न तु गन्धः. तथैव गन्धे शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी गन्धे अस्ति. तर्हि गन्धे पृथ्वी तु अधिकारणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति. एवम् एवम् एवमेव सम्यक्तया एव उक्तं भवता. तर्हि मुख्यः अंशः अस्ति यत् तत् समानाधिकरण इत्यस्मिन् तद् इत्युक्ते किम् इति परिशीलनीयमस्ति. अत्र तु पृथ्वीत्वम् इति तद् तत् समानाधिकरण अधिकरणं किं पृथ्वीत्वस्य पृथ्वी. तत् समानाधिकरणे कः अभावः स्यात्? गन्धाभावं विना यः कोऽपि अभावः भवतु तद्भवति पृथिव्याम्. अत्र तु शीतस्पर्शः इति स्वीकृतः, उष्णस्पर्शः अपि भवितुमर्हति. तादृश अभावं प्रति गन्धस्य प्रतियोगिता अस्ति वा इति द्रष्टव्यम्. प्रतियोगिता नास्ति, गन्धः अप्रतियोगी अस्ति इति सर्वं दृष्ट्वा आहत्य गन्धः भवति तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगी इति कृत्वा गन्धः व्यापकः अस्ति. कस्य व्यापकः? पृथ्वीत्वस्य व्यापकः. तथा एव विपरीतदिशि गच्छामश्चेत् अपि पृथ्वी गन्धस्य व्यापकः अपि व्यापिका अपि भवति. पृथ्वीत्वम् इति गन्धस्य व्यापकः अपि व्यापिका अपि भवति. कथम् इति चिन्तयामः. प्रायः अत्र पृथ्वी गन्धव्यापकः इति कुर्मश्चेत् अत्र तत् समानाधिकरण इत्यस्मिन् तद् इति किं भवति? कोऽपि वदति वा? यत् अधिकरणम् अस्ति. न एकनिमिषः. गन्धः पृथ्वीत्वव्यापकः इत्यस्मिन् तद् इति पृथ्वीत्वम्. अधुना अहं विपरीतदिशि गच्छामि खलु. पृथ्वीत्वं गन्धव्यापकम् इति अस्मिन् प्रसङ्गे तद् इति कस्य सूचकः भवति? तथा अस्ति चेत् तद् इति गन्धस्य सूचकः भवति खलु. तत् समानाधिकरणं किं? पृथ्वी एव, यतोहि पृथिव्याम् एव गन्धः विद्यते. तत् समानाधिकरणं, तत् समानाधिकरण अत्यन्ताभावः इति अस्ति. अस्तु, पृथ्वीत्वे जलत्व इत्यस्य अभावः अस्ति खलु. पृथ्वी क्षम्यतां, पृथिव्यां जलत्व अभावः अस्ति खलु. जलाभावः अस्ति. आम्, जलाभावः नाम जलत्वमपि नास्ति पृथिव्यां. तर्हि अस्माभिः किं स्वीकृतं? तत् समानाधिकरण अत्यन्ताभावः. इदानीं चिन्तयामः, गन्धसमानाधिकरण जलत्वाभावः इति एकः अभावः स्वीकृतः. जलत्वाभावस्य प्रतियोगिता पृथ्वीत्वे अस्ति वा? नास्ति. नास्ति, जले एव अस्ति इति कृत्वा पृथ्वीत्वस्य अप्रतियोगित्वं भवति जलत्वे प्रति. सत्यं, तत् विपरीतदिशि गमनेनापि एतत् सिद्धं खलु. तत् समानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इति. बुद्धं वा? अस्तु, तर्हि पृष्टवन्तः खलु अन्योन्य अभावः. यत्र अन्योन्य अभावः अस्ति तत्र तत्र अत्यन्तभावस्य अप्रतियोगित्वं भवति इति वक्तुं शक्नुमः? न भगिनि, अन्योनाभावः मास्तु. अत्र व्यापकः इति वक्तुं केवलम् इदं पर्याप्तं, तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति. अस्तु, यः कोऽपि कस्यचित् व्यापकः इति वदनार्थं तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगितम् इति सः नियमः अस्ति. तर्हि गन्धः पृथ्वीत्वस्य व्यापकः अपि भवति, पृथ्वीत्वं गन्धस्य व्यापकमपि भवति. उभयता अपि पश्यामश्चेत् तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति साधयितुं शक्नुमः. अस्तु, लक्ष्मी भगिनी एव अग्रे पठतु किञ्चित्। अस्तु, आहत्य कृत्तित्व अधिकरणवृत्ति अत्यन्त अभाव अत्यन्त अभाव अप्रतियोगित्वं गन्धे आनेतव्यं यतोहि कृत्तित्वव्यापकत्वं गन्धे कृत्तित्व अधिकरणवृत्तिः अत्यन्त अभावः इत्यनेन शीतस्पर्शस्य अत्यन्त अभावः स्वीकर्तुं शक्यते, स्नेहस्य अत्यन्त अभावः स्वीकर्तुं शक्यते, शब्दस्य अत्यन्त अभावः स्वीकर्तुं शक्यते, एवं पृथ्व्यां ये ये गुणाः न सन्ति तेषाम् अत्यन्त अभावं स्वीकर्तुं शक्नुमः, सम्प्रति शीतस्पर्शस्य अत्यन्त अभावं स्वीकुर्मः, तस्य प्रतियोगी शीतस्पर्शः, प्रतियोगित्वं च शीतस्पर्शे, अप्रतियोगित्वं गन्धे भवति, तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत् यः गुणः पृथ्व्यां भवितुं सर्वथा न अर्हति तत्सम्बन्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति, अतः अनेन गन्धे कृत्तित्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् आनीतम्। अस्मिन् परिच्छेदे अन्य उदाहरणानि सन्ति यत्र यत्र न सः एव उदाहरणमस्ति, पृथ्वीत्वगन्धः, गन्धः पृथ्वीत्वव्यापकः इति अपरैः शब्दैः उक्तं, तावदेव। मम चिन्ता अस्ति स्नेहस्य वा शब्दस्य वा, अन्यगुणः ये पृथ्व्यां न सन्ति ते अपि तेषामपि अत्यन्त अभावं स्वीकर्तुं शक्नुमः। अस्तु, पृथ्व्यां उच्यताम् इदानीं भवती, हा भवती चिन्तयतु, स्नेहः इति स्वीकरोतु, अस्तु, पृथिव्यां स्नेहः अस्ति वा? नास्ति। नास्ति खलु, तर्हि तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इति टेम्प्लेट् रीत्या स्वीकृत्य किञ्चित् वदतु। स्नेहस्य अस्तु, स्नेहः कुत्र नास्ति? स्नेहः पृथ्व्यां नास्ति, स्नेहस्य अत्यन्त अभावः पृथ्व्यां, पृथ्वीत्वं स्नेहस्य अत्यन्त अभावस्य अप्रतियोगिता अस्ति, पृथ्व्यां स्नेहस्य अत्यन्त अभावस्य अप्रतियोगिता न एकनिमिष, तत्र वाक्यमस्ति तत् समानाधिकरण अत्यन्ताभावः इति, तद् इत्यस्य अर्थे पृथ्वीत्वम् इति स्वीकुर्मः खलु। अस्तु, पृथ्वीत्वस्य अधिकरणं किम्? पृथ्वीत्वस्य अधिकरणं पृथ्वी, तत् समानाधिकरण इत्यनेन पृथ्वी इति साधितम् खलु, अपि च पृथिव्यां स्नेह अभावः अस्ति, तर्हि तत् समानाधिकरण अत्यन्ताभावः कः? एकनिमिषं भगिनि, किञ्चित् भ्रमः अस्ति, भ्रमः न, कन्फ्यूशन्। न चिन्ता, भवती सम्यक्तया एव उक्तवती, अत्यन्ताभावः कुत्र अस्ति? अत्यन्तभावः पृथ्व्याम् अस्ति, पृथिव्याम् अस्ति, अत्र पृथिवी इत्युक्ते किं? तत् समानाधिकरणं, तावदेव। अस्तु, तत् समानाधिकरणम् इति समासपदम्, अस्तु, विग्रहवाक्यं भवति तस्य समानाधिकरणम् इति, कस्य समानाधिकरणं? पृथ्वीत्वस्य समानाधिक, अस्तु, इदानीं बुद्धम् इति चिन्तयामि, अग्रे वदतु। अस्तु, पृथ्वीतस्य अस्तु, पृथ्वीत्वे वृत्तित्वे ये ये गुणाः न सन्ति तेषाम् अत्यन्त अभावः तेषाम् अत्यन्त अभावानां अप्रतियोगिता सन्ति पृथित्वे. अप्रतियोगिता अस्ति गन्धे न तु पृथिव्याम् इति मुख्यः विषयः. गन्धे अस्तु गन्धाभावः अस्ति चेदेव गन्धेन निवारयितुं शक्यते. स्नेहाभावः गन्धेन निवारयितुं न शक्यते खलु. इति कृत्वा गन्धः अप्रतियोगी. अपि च तादृशः गन्धः कुत्र वर्तते? पृथ्व्यामेव वर्तते. तत् समानाधिकरणे एव वर्तते. पृथ्वीत्वं यत्र अस्ति तत्रैव अस्ति गन्धः अपि. इति कृत्वा गन्धः तत्र गन्धत्वम् अथवा समानाधिकरणे गन्धत्वं वर्तते पृथ्व्याम्. अत्र शीतस्पर्शस्य उदाहरणमेव स्वीकुर्मः. तस्य प्रतियोगी शीतस्पर्शः. प्रतियोगित्वं शीतस्पर्शे अस्ति. अप्रतियोगित्वं गन्धे भवति. शीतस्पर्शस्य अप्रतियोगित्वं शीतस्पर्श अतिरिक्त सर्वेषु गुणेषु तादृशम् अप्रतियोगित्वं भवति. अस्तु. तत् सम्बन्धस्य अत्यन्त अभावस्य अप्रतियोगित्वं गन्धे भवति. अस्तु. इदानीमेव उक्तं खलु. अतः अनेन गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् आनीतम्. अतः अनेन गन्धे अनेन इत्युक्ते एतस्मात् पूर्वं यत्किमपि उक्तं तेन गन्धे पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् या अप्रतियोगिता पृथ्वीत्वे अस्ति तत् गन्धे अपि. एकनिमिषः. या अप्रतियोगिता पृथ्वीत्वे अस्ति इति न. अस्माकं चर्चायां तु अप्रतियोगिता गन्धे अस्ति. अस्तु. गन्धाभावं प्रति सम्यक् भवती यदुक्तवती. परन्तु अस्माकम् उदाहरणार्थं किं स्वीकृतं? गन्धः पृथ्वी व्यापकः इति स्वीकृतम्. ओ अस्तु. तदा गन्धे अप्रतियोगित्वं भवति. इदानीं पृथ्वीत्वं गन्धव्यापकम् इति स्वीकुर्मश्चेत् तदा पृथ्वीत्वे अप्रतियोगित्वं भवति. अस्तु. तादृशः सम्बन्धः परस्परः अस्ति उभयोः मध्ये. अस्तु. तत् समानाधिकरणात्यन्ताभाव अप्रतियोगित्वं तादृशसम्बन्धः परस्परम् अस्ति. अस्तु. पुनः तत् वाक्यं भवतु. पुनः तत् समानाधिकरणम् अप्रतियोगित्वं तद् वाक्यमेव मम भ्रमः जनयति. तद् उपरि अस्ति, उपरि लिखितम् अस्ति खलु. अजितमहोदयेन पठितम् इति चिन्तयामि. व्यापकः इत्यस्य द्वितीयः अर्थः अस्ति तत् समानाधिकरण अत्यन्त अप्रतियोगित्वं तथैव इति एकं वाक्यम् अस्ति. द्वितीयः अर्थः व्यापकस्य इदमेव. तस्य विवरणार्थं स्वीकृतमस्ति उदाहरणं गन्धः पृथ्वीत्वव्यापकः इति. विपरीतत्वेन अपि वक्तुं शक्यते पृथ्वीत्वं गन्धव्यापकम् इति स्वीकृत्य इदं भवति वा इति पश्यतु. तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वं तदा अपि तथैव अप्रतियोगित्वं भवति पृथ्वीत्वे. यथा गन्धे अस्ति अप्रतियोगित्वम् अधुना, पृथ्वीत्वं गन्धव्यापकम् इति वदामश्चेत् पृथ्वीत्वम् इत्यस्मिन् अपि तादृशम् अप्रतियोगित्वं भवति इति अत्र न प्रदर्शितं, किन्तु भवन्तः गृहे अपि किञ्चित् पठित्वा चिन्तयितुं शक्नुवन्ति. बुद्धं वा? अग्रे सरेम किम्? अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि, आहत्य पृथिवीत्वाधिकरणवृत्ति. न न न, एवमेव एवमेव अग्रिम अनुच्छेदः पुटे. अग्रिमपरिच्छेदः एव भगिनि, एवमेव इति अस्ति. अस्तु तर्हि अन्य कोऽपि सरला भगिनी अस्तु भगिनि. एवमेव तद्व्याप्यत्वम् अपि वक्तुं शक्यते. गन्धः पृथिवीत्वव्याप्यः इत्युक्ते पृथिवीत्व अभाववत् आवृत्तित्वम् आनेतव्यं. पृथिवीत्वस्य यः अभावः पृथिवीत्व अभावः तद्वत् तद्वान् तद्वति. अत्र तद्वत् इति उक्ते जलं. पृथिवीत्व अभाववत् जलं तद् वृत्तित्वं गन्धे अस्ति. यतोहि तत्र न वर्तते गन्धः, अतः तद्वृत्तित्वं गन्धे भवति. आहत्य गन्धे पृथिवीत्व अभाववत् औवृत्तित्वम् अस्ति. एवं च पृथिवीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वमपि अस्ति गन्धे. अतः गन्धे पृथिवीत्व अव्याप्यत्वम् अपि अस्ति, पृथिवीत्व अव्यापकत्वमपि अस्ति. एवं पृथिवीत्वे गन्धत्व अव्याप्यत्वमपि अस्ति, गन्धव्यापकत्वम् अपि अस्ति. अस्तु भगिनि, किञ्चित् वदति वा अथवा अहं सहायं करोमि? एवमेव तद् व्याप्यत्वम् अपि वक्तुं शक्यते. एतावता व्यापकम् इत्युक्ते किम् अथवा व्यापकत्वम् इत्युक्ते किम् इति परिशीलितं. व्यापकत्वम् इत्यस्य द्वितीयः अर्थः अस्ति तत् समानाधिकरण अत्यन्त अप्रतियोगित्वम्. अधुना व्याप्यः इत्यस्य द्वितीयः अर्थः अस्ति तत् अभाववत् अवृत्तित्वम्. अस्तु, इति मनसि निधाय अग्रे पठन्तु. तद् अभाववत् अवृत्तित्वम् इत्यस्य विवरणम् अस्ति अत्र. अस्तु, उच्यतां भगिनि. गन्धः पृथिवीत्वव्याप्यः इत्युक्ते पृथिवीत्व अभाववत् आवृत्तित्वम् आनेतव्यम्. पृथिवीत्व अभाववत् आवृत्तित्वम् पृथिवीत्वस्य यः अभावः पृथ्वीत्वत्व अभावः तद्वत् तद्वान् तद्वति. सत्यम्. अत्र व्याप्यः इत्यस्य अर्थः कः? तद् अभाववत् अवृत्तित्वं. तद् अभाववत् तद् इत्युक्ते किं? पृथ्वीत्वं. पृथ्वीत्वस्य अभाववान् अथवा अभाववती का? अभाववती स्त्रीलिङ्गे. न, प्रश्नः अस्ति पृथ्वीत्वस्य अभावः यत्र कुत्रापि अस्ति तादृशः पदार्थः स्वीकरणीयः भवति. पृथ्वीत्वस्य अभावः कुत्र कुत्र भवति? पृथ्वीत्वस्य अभावः जले भवति. जले वा, तेजसि वा, अन्यत्र, पृथ्वीं विहाय सर्वत्र. अस्तु, सर्वत्र. तर्हि तद् अभाववत् स्वीकरणीयं भवति. तद् अभाववत् किम् अत्र? जलं. जलं पृथ्वीत्वत् अभावत् जलं तद् तद् वृत्तित्वं गन्धे अस्ति. न, एकनिमिषः. तद् अवृत्तित्वं गन्धे अस्ति यतोहि तत्र न वर्तते गन्धः, अतः तद् वृत्तित्वं गन्धे भवति. नाम गन्धे जले गन्धः अस्ति वा? जले गन्धः नास्ति. हा, जले गन्धः नास्ति. तद् अवृत्तित्वम् इत्युक्ते जले नास्ति गन्धः. तदर्थं जले गन्धस्य अवृत्तित्वम् अस्ति, न तु वृत्तित्वम्. नास्ति, सत्यम् इति कृत्वा. एकनिमिष इदानीं चिन्तयन्तु. तद् अभाववत् अवृत्तित्वम् इति अर्थः अस्ति व्याप्यः इत्यस्य. तद् अभाववत् किं? पृथ्वीत्व अभाववत्. पृथ्वीत्व अभाववत् किम् अस्ति अत्र? शैत्य अभाववत्. कोऽपि साहाय्यं करोति वा? पृथ्वीत्व अभाववत् अस्ति जलम्. इदानीं जले अवृत्तित्वं स्यात्. कस्य अवृत्तित्वम् अस्ति जले? गन्धस्य अवृत्तित्वम् अस्ति. इति कृत्वा गन्धः व्याप्यः अस्ति. कस्य व्याप्यः? पृथ्वीत्वव्याप्यः. हा, पृथ्वीत्वस्य व्याप्यः अस्ति. अस्तु, इत्येव अस्ति तदाभाववत् अवृत्तित्वम् इत्यस्य निरूपणम्. अस्तु भगिनि, अग्रे पठतु कृपया. आहत्य आहत्य गन्धे पृथ्वीत्व अभाववत् अवृत्तित्वम् अस्ति. गन्धे पृथ्वीत्व अभाववत् अवृत्तित्वम् अस्ति. अनन्तरम्? अवृत्तित्वम् अस्ति. एवञ्च पृथ्वीत्व अधिकरण वृत्ति अत्यन्त अभाव अप्रतियोगित्वमपि अस्ति गन्धे. पृथ्वीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वमपि अस्ति इति पूर्वं दृष्टम् अस्माभिः. व्यापकः इत्यस्य विवरणार्थम् एतद् उपयुज्य एव कृतं खलु. पृथ्वीत्वाधिकरणवृत्ति शीतस्पर्शाभावस्य अप्रतियोगित्वम् अस्ति गन्धे इति अर्थः. अतः गन्धे पृथ्वीत्वव्यापकत्वमपि अस्ति. पृथ्वीत्वव्यापकत्वमपि पृथ्वीत्वव्याप्यत्वमपि अस्ति. पृथ्वीत्वव्यापकत्वमपि अस्ति. व्याप्यत्वं व्यापकत्वं च. एवं पृथिवीत्वे गन्धव्यापकत्वमपि अस्ति. व्याप्यमपि अस्ति. व्याप्यत्वं व्यापकत्वम् अपि अस्ति इति अस्ति. परस्परव्यापकव्याप्यभावः अस्ति उभयोः मध्ये इति स्पष्टं वा? गन्ध स्पष्टमस्ति. इदानीम् अवगतं. धन्यवादः. अस्तु भगिनि, चिन्ता नास्ति. अस्तु, तर्हि व्यापकत्वे सति व्याप्यत्वम् इत्युक्ते इदमेव. उभयोः मध्ये व्यापकत्वं व्याप्यम् उभयत्र अस्ति इति प्रदर्शनार्थं नूतनः अर्थः स्वीकरणीयः अभवत्. व्याप्यः इत्यस्य अर्थः अस्ति तद् अभाववत् अवृत्तित्वं. व्यापकः इत्यस्य तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम्. अत्र कोऽपि प्रश्नः नास्ति. अस्तु, तर्हि सरला भगिनी पठितुमिच्छति वा? आम्. रूपस्य अव्याप्यवृत्तित्वम् उत व्याप्यवृत्तित्वम्. एकस्मिन् मते रूपं व्याप्यवृत्ति पुस्तके एकत्वम् इति सङ्ख्या एव. अपरस्मिन् मते रूपम् अव्याप्यवृत्ति वृक्षे कपि संयोगः एव. येषां मते रूपं व्याप्यवृत्ति तैः च चित्ररूपम् इति नूतनं सप्तं रूपं स्वीक्रियते. येषां मते रूपम् अव्याप्य वृत्ति तैः एकस्मिन् द्रव्ये श्वेतरूपं रक्तरूपं च बहूनि रूपाणि स्वीकर्तुं शक्यन्ते. अत्र प्राचनैः एकस्मिन् प्राचनैः न्यायिकैः मते रूपं व्याप्यवृत्ति अस्ति यथा पुस्तकम् एकत्वं पुस्तके एकत्वं संख्या सर्वेषु अस्ति तत्र व्याप्यवृत्ति अस्ति. किन्तु नव्यानन्यायकैः मत भिन्ना अस्ति. ते मत अस्ति अव्याप्यवृत्ति यथा वृक्षे कपिसंयोगः अस्ति. कपिसंयोग अग्रभागे वृक्षस्य अस्ति पर मूलभागे नास्ति. तदर्थं न्यायिका नव्यानि न्यायिका से अव्याप्यवृत्ति मतः स्वीकुर्वन्ति इति अस्माभिः उच्यताम्. अग्रे द्रष्टव्यं. अस्तु इति अस्ति. प्राचीनानां मते व्याप्यवृत्तिः तदर्थं चित्ररूपं स्वीकृतं. नवीनानां मते रूपम् अव्याप्य वृत्तिः. अग्रिममपि भवती एव पठतु भगिनि. प्रश्न: रूपं समवायसम्बन्धेन पटे किन्तु कपिः संयोगसम्बन्धेन वृक्षे. अतः रूपस्य अव्याप्यवृत्तित्वसाधनार्थं यः दृष्टान्तः दीयते तस्मिन् प्रकृतिदृष्टान्तयोः साम्यम् अस्ति किम्? उत्तरम्: अत्र कपेः उदाहरणे संयोगरूपगुणः स्वीकृतः न तु कपिः. संयोग रूपगुणश्च समवायसम्बन्धेन वृक्षे अग्रदेशे अवच्छेदेन च मूलदेश अवच्छेदेन तु कपि संयोगः नास्ति. मूलदेश अन्यसंयोगः स्यात्, वायुः इति आदिसंयोगः स्यात्, किन्तु कपि संयोगः नास्ति. तर्हि समवायसम्बन्धेन चेत् अपि संयोगः एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति. अत्र प्रश्न उदेति रूपं समवायसम्बन्धेन पटे अस्ति मीन्स् किन्तु कपि संयोगसम्बन्धेन वृक्षे कथम् अस्ति? कपि संयोग अस्ति समवायसम्बन्ध पटे कथं भिन्ना अस्ति? रूपः इति गुणः यथा सर्वे गुणाः समवायेन भवन्ति द्रव्येषु तथैव रूपं समवायेन भवति. परन्तु कपिः इति द्रव्यं खलु, कपिवृक्षयोः मध्ये संयोगसम्बन्धः अस्ति. तर्हि प्रश्नः अस्ति, तर्हि किमर्थं कपिः इति स्वीकृतम् अव्याप्यवृत्तिविवरणार्थम् इति? तत्र साम्यं कुत्र वर्तते इति प्रश्नः. तस्य उत्तरं किमस्ति भगिनि? तस्य उत्तरम् अस्ति कपिः वृक्षे अस्ति किन्तु संयोगगुणः अस्ति. संयोगगुणः द्रवयो मध्ये अस्ति. एकनिमिष, कपि संयोगः कपि वृक्षयोः मध्ये, परन्तु कपि संयोगः इति गुणः संयोगरूपगुणः वृक्षे केन सम्बन्धेन वर्तते? वृक्षे समवायसम्बन्धेन वर्तते. समवायसम्बन्धेन. अस्तु, तत्र द्रवयो सम्बन्धः भवति न, तथा किमपि नास्ति. गुणगुणिनोः मध्ये सम्बन्धः तथा एव समवायसम्बन्धः अस्ति. बुद्धम्? बुद्धम् इति एव अस्ति सारांशः इति एव अस्ति सारांशः मूलदेशे कपि संयोगः नास्ति किन्तु वायुसंयोगः अस्ति तत् संयोग एक अन्यत् किमपि स्यात् अस्तु इदानीं पुनः प्राचीनानां मतम् अपि च नव्यनायिकानां मतं तयोः मध्ये भेदः कः अथवा प्रश्नः अस्ति चेत् तत्र कथं निवार्यते वादः अस्ति चेत् इति अग्रे पश्येम राजेन्द्रमहोदय पठति वा अग्रे आं भगिनि पठामि प्राचीनानां मतानुसारं रूपं किन्तु तथा नास्ति एकत्र श्वेतरूपम् अन्यत्र रक्तरूपम् इति चेत् एकत्र विद्यमानं श्वेतरूपम् अन्यत्र रक्तरूपम् अनेन श्वेतरूपम् एकस्मिन् अधिकरणे कुत्रचित् भवति कुत्रचित् न भवति इति अव्याप्यवृत्तिः जाता प्राचीना वदन्ति यत् तथा न भवति यतोहि रूपं व्याप्यवृत्तिः गुणः समाधानं चित्ररूपम् एकस्मिन् पटे सर्वत्र एकैव रूपं न श्वेतरूपं नापि रक्तरूपं चित्ररूपं तस्मिन् पटे सर्वत्र अपि वर्तते अनेन व्याप्यवृत्तित्वं न भवति प्राचीनानां मतानुसारं ते किम् उक्तवन्तः तत्र तथा मा अस्तु श्वेतरूपं रक्तरूपं तत् भिन्नभिन्नरूपाणि तत्र न सन्ति एकं नूतनं सप्तमं गुणः ते उक्तवन्तः ते तत् अस्ति चित्ररूपं यतोहि तत्र श्वेतरूपं रक्तरूपम् अन्यत्र सर्वे वर्णानां तत्र सन्ति तथापि तत्र एकमेव रूपम् अस्ति तत् अस्ति चित्ररूपं तस्मिन् पटे यतोहि रूपं सदैव व्याप्यवृत्तिः अस्ति यदा चित्ररूपं स्वीकुर्मः तत्र अव्याप्यवृत्तित्वं न भवति तत् तस्मिन् पटे सत्यं तस्य उदाहरणं अस्तु अस्तु तथैव अस्ति प्राचीनानां मतम् अस्तु अग्रे अजितमहोदय पठति वा नव्यानां मतानुसारं पटस्य प्रसङ्गे रूपस्य अवच्छेदकं पीततन्तुः रक्ततन्तुः नीलतन्तुः यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः अतः पटे चित्ररूपं मास्तु अवयवरूपं तत्र भासते एव नानातन्तवः सन्ति तन्तवः च भिन्नभिन्नवर्णयुक्ताः अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं नोपद्यते न वा अपेक्षते तन्तुषु विद्यमानं रूपमेव पटे भासते इत्युक्ते नव्यानां मतानुसारं प्राचीनानां मतानुसारस्य एक भिन्न मतमस्ति भिन्नमतमस्ति पटे एकरूपं नास्ति किन्तु पटः भिन्नभिन्नतन्तूनां निर्मितवन्तः अतः एकैकं तन्तूनाम् एकैकरूपं दृश्यते इति यथा कपिसंयोगस्य अवच्छेदकम् अग्रदेशः वृक्षस्य अग्रदेशः तथा पीतवर्णस्य अवच्छेदकः पीततन्तुः एकनिमिषः चिन्तयतु कपिसंयोगः अग्रदेशः खलु कपिसंयोगस्य अवच्छेदकम् अग्रदेशः अत्र रूपम् इति कपिसंयोगस्य स्थाने स्थापयतु कपिसंयोगः इति गुणः वृक्षे आसीत् तेन तस्य अवच्छेदकः अग्रदेशः अधुना अस्माभिः किं स्वीकर्तव्यमस्ति कः गुणः स्वीकर्तव्यः कस्य गुणस्य विषये चर्चा जायमाना अस्ति अधुना? रूपस्य विषये, रूपः इति गुणः, तस्य अवच्छेदकं किम्? अवच्छेदकं तन्तुः इति अस्तु, पीततन्तुः, रक्ततन्तुः, नीलतन्तुः, भिन्नभिन्नवर्णैः युक्ततन्तवः रूपस्य अवच्छेदकं भवति. अस्तु, अग्रे. अतः पटे चित्ररूपं नास्तु, अवयवत्वेन पीततन्तुः, रक्ततन्तुः, नीलतन्तुः इति स्वीकृत्य रूपस्य अवच्छेदकं भवति इति नव्यानां मतम्. अनेन पठतु महोदय. अनेन तन्तुभ्यः भिन्नं पटे पृथक् रूपं नोपद्यते न वा अपेक्षते. तन्तुषु विद्यमानरूपमेव पटे भासते. इत्युक्ते रूपं तन्तुषु एव विद्यमानं, तत् पूर्णतया पटे एव भासते. इत्युक्ते भिन्नभिन्नरूपं भिन्नभिन्नरूपाणि सन्ति तन्तुषु अथवा पटे. सत्यं, भिन्नभिन्नरूपाणि सन्ति, अपि च तदेव पर्याप्तम् इति नव्यानां मतम्. अस्तु, यतः कपिसंयोगः इति गुणः अग्रदेशेन अवच्छिन्नः आसीत्, तथैव भिन्नभिन्नरूपाणि सन्ति. भिन्नभिन्नरूपम् इति आहत्य पटे यत्किमपि अस्ति तद् भिन्नभिन्नरूपैः पीततन्तु, रक्ततन्तु इत्यादिभिः अवच्छेद्यं भवति. तदेव पर्याप्तम् इति नव्यानां मतमस्ति. पुनः किमर्थं चित्ररूपम् इति स्वीकर्तव्यम् इति नव्यानां मतम्. अस्तु, तदर्थं प्राचीनाः किं वदन्ति, अग्रे पठतु. प्राचीनाः किम् उत्तरं ददति? चक्षुरिन्द्रियप्रत्यक्षं प्रति रूपं कारणं. रूपं नास्ति चेत् तस्य द्रव्यस्य चक्षुप्रत्यक्षं न भवति. अत्र कार्यकारणभावः प्रयुक्तः इति. यदि पटे रूपं नास्ति, तन्तुषु एव रूपं वर्तते इति यदि वदन्ति, तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति तौ पटस्य प्रत्यक्षमेव न स्यात्. अतः चित्ररूपम् अङ्गीकर्तव्यम्. अनेन तन्तुषु रूपं भवति. तदा भिन्नभिन्नतन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नम्. भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं. तथा च पटे रूपमस्ति समवायसम्बन्धेन. अनेन पटस्य प्रत्यक्षं भवति. प्राचीनान उत्तरं किं वदति इति. अस्तु, उत्तरं किम् इत्यस्य परिशीलनात् पूर्वं प्रश्नः कः इति द्रष्टव्यं. प्रश्नः कः इति द्रष्टव्यं. कः प्रश्नः तत्र? प्रश्नः रूपं समवायसम्बन्धेन पटे वर्तते इति वा न वा, अथवा तत्तु नव्यैः अपि अङ्गीकृतमस्ति. परन्तु नव्याः वदन्ति पटे यद् रूपमस्ति तद् तन्तूनां रूपमेव. परन्तु प्राचीनाः वदन्ति न, तथा नास्ति. पृथक्तया पटस्य रूपं स्यात्. किमर्थं तथा पृथक्तया रूपं स्यात् इति अग्रे पठतु महोदय. किमर्थम् इत्युक्ते रूपं चक्षुरिन्द्रियप्रत्यक्षम् अथवा चक्षुरिन्द्रियप्रत्यक्षमेव रूपं. चक्षुरिन्द्रियप्रत्यक्षं प्रतिरूपं कारणं. पुस्तके पुस्तके भवन्तः पश्यन्ति चेत् द्विसप्ततितमे पुटे पश्यन्ति वा? एकं चित्रमस्ति तत्र, पश्यन्ति किं? 72 द्विसप्ततितमे पुटे चक्षुर्मात्र ग्राह्यो गुणः इति. पश्यति किम्? हा, तत्र पश्य दृष्टं चेत् तत्र रूपम् इति अस्ति खलु, मध्ये प्रत्यक्षम् इति अस्ति, चक्षुः इति अस्ति. किल तत्र रूपं चक्षुरिन्द्रियेण यद् प्रत्यक्षं भवति तस्य कारणं रूपमस्ति. रूपं नास्ति चेत् चक्षुरिन्द्रियप्रत्यक्षं कथं भवति इति. बुद्धं वा? अस्तु, अग्रे पठतु. महोदय पठति. रू नास्ति चेत् तस्य द्रव्यस्य चक्षुप्रत्यक्षं न भवति. अत्र कार्यकारणभावप्रयुक्ते प्रयुक्त इत्युक्ते रूपस्य रूपं कार्यं रूप कारणं चक्षुरिन्द्रिय चक्षुषप्रत्यक्षं खलु. चक्षुर्प्रत्यक्षम् इति यदस्ति तस्य कारणं रूपमेव भवति. प्रत्यक्षम् इत्युक्ते किं? ज्ञानं, किमपि दृष्ट्वा इदं घट इद अयं घटः अयं पटः इति कथं वदामः? रूपं दृष्ट्वा एव. तादृशज्ञानस्य कारणमस्ति रूपं. तर्हि प्राचीनाः वदन्ति यदि पटस्य रूपमेव नास्ति चेत् केवलं तन्तूनां रूपमस्ति चेत् चाक्षुषप्रत्यक्षं कथं भवति? बुद्धं वा? अस्तु, अग्रे. तर्हि पटे समवायसम्बन्धेन रूपं नास्ति इति उक्तौ पटस्य प्रत्यक्षमेव न स्यात्. इत्युक्ते गुणगुणिनो मध्ये समवायसम्बन्धः समवाय पटे समवायसम्बन्धेन रूपं नास्ति चेत् रूपस्य प्रत्यक्षं न भवेत् इति. पटस्य प्रत्यक्षं न भवेत् इति. नव्याः वदन्ति केवलं तन्तुषु रूपं भवति. अव्याप्यवृत्तित्वम् इत्यस्य वदनार्थं नव्याः वदति केवलं तन्तुषु रूपम् अस्ति, पटस्य स्वयं रूपं नास्ति इति. परन्तु प्राचीनाः वदन्ति यदि पटः दृश्यते, अस्तु नेत्रेण द्रष्टुं शक्नुमः पटः इति ज्ञातुं शक्नुमः चेत् तत्र पटस्यापि रूपं स्यात् इति प्राचीनाः वदन्ति. अतः तैः किं कृतम्? अतः चित्ररूपम् अङ्गीकर्तव्यम्. अनेन तन्तुषु रूपं भवति, तदा भिन्नभिन्न तन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नम्. इत्युक्ते यदपि प्राचीनानाम् अङ्गीकृतं खलु भिन्नभिन्नतन्तूनां संयोगेन एव पटचित्ररूपम् उत्पन्नं इति. प्राचीन हा तेन किं जायते? भिन्नभिन्नरूपाणां संयोगेन एकं रूपम् उत्पद्यते पटे. तदेव स्वीकर्तव्यं. भिन्नभिन्नवर्णयुक्ततन्तूनां संयोगात् पटे चित्ररूपम् उत्पन्नं, तथा च पटे रूपमस्ति समवायसम्बन्धेन. तत्कारणं प्राचीनानां उक्तम् इति अस्ति प्राचीनानां मतम्. पटे रूपं स्यात्, केवलं तन्तुषु न, पटे स्वस्य रूपं स्यात्, ते तदा एव चाक्षुषप्रत्यक्षं भवति पटस्य, नो चेत् नास्ति इति प्राचीनानाम् उत्तरम् अस्ति. नव्यनायायिकानां मतस्य विरुद्धम् अस्ति एतम् उत्तरं, केवलं तन्तूनामेव रूपं न, पटस्य स्वस्य रूपं स्यात्, अनेन एव पटः प्रत्यक्षं भवति इति. अस्तु, किन्तु नव्यनायायिकाः किं वदन्ति इति अग्रे अस्ति. लक्ष्मी भगिनी पठति वा? लक्ष्मी भगिनी अस्ति किम्? आम् भगिनि. किन्तु नव्यानाम् अनेन न कोऽपि दोषः. चाक्षुषं प्रति रूपं कारणं. नव्यानां मते श्वेतरूपमपि अस्ति, नीलरूपमपि अस्ति, बहूनि रूपाणि सन्ति पटे. तत् अव्यवैः तत्तत् रूपम् उत्पद्यते पटे इति स्वीक्रियते चेदपि पटे रूपं सिद्ध्यति. यथा कपिसंयोगः वृक्षस्य अग्रभागे सति अपि सम्पूर्णवृक्षे अपि वर्तते, तथैव रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते. एवमेव श्वेतरूपयुक्त अवयवैः पटे श्वेतरूपं जायते. अत्र समवायसम्बन्धेन न केवलं रूपमस्ति अपि तु रूपाणि सन्ति. अत्र मुख्यमस्ति यत् प्राचीनाः रूपस्य व्याक्यवृत्तित्वं मनसि कृत्वा चित्ररूपम् अङ्गीकृतवन्तः. नव्यैः तु यथा संयोगस्य अव्याप्यवृत्तित्वं भवति तथा रूपस्य अपि अव्याप्यवृत्तित्वं भवतु न कापि हानिः इति चित्ररूपम् अनङ्गीकृत्य भिन्नभिन्नरूपाणि भवन्ति इति अङ्गीकृतवन्तः. अनेन नूतनचित्ररूपं न अपेक्षितम् इति पर्यवसितम्. नव्यानां मतं भिन्नः एव. ते वदन्ति पटे भिन्नभिन्नरूपम् अस्ति, भिन्नभिन्नरूपमस्ति एव, यथा श्वेतरूपं, नीलरूपं, बहूनि रूपाणि इति. ये पटे पटे तन्तवः अवयवः, अवयवे ये रूपं, अवयवे ये रूपाणि सन्ति ते एव प्रत्यक्षेण, ते एव रूपं पटे सिद्ध्यन्ति. यथा यथा यथा रक्तवर्ण तन्तुभिः पटे, रक्तवर्णयुक्ततन्तुभिः पटे रक्तरूपं जायते, एवमेव श्वेतरूपम् इत्यादि. अत्र कपिसंयोगस्य उदाहरणं दत्तं. कपिसंयोगः वृक्षस्य अग्रभागे अस्ति, किन्तु सम्पूर्णवृक्षे अपि वर्तते. ओ, संयोगः इति गुणः सम्पूर्णवृक्षे अपि वर्तते, किन्तु कपिसंयोगः वृक्षस्य अग्रभागे. एकनिमिष, तथा किमपि नास्ति. अत्र उक्तं यत् कपिसंयोगः वृक्षस्य अग्रभागे इति तु उक्तं, तत् सत्यमेव. अस्तु, अग्रभागः इति उक्तं, परन्तु वस्तुतः कुत्र वर्तते? वृक्षे एव खलु. कपिसंयोगः आदेयः चेत् अधिकरणं वृक्षः एव भवति. तथा एव रक्तवर्णतन्तवः पटे भूत्वा रक्तरूपं जायते. अस्तु भगिनि, रूपं एतानि रूपाणि पटे समवायसम्बन्धेन सन्ति. हा, नायायिकानां प्राचीनानां मतम् एकं रूपम् अस्ति समवायेन इति. नव्याः वदन्ति अस्तु तत्र न कोऽपि दोषः, परन्तु एकं रूपम् अस्ति इति न वदामः, रूपाणि सन्ति इति वदामः इति. प्राचीनाः किं वदन्ति? पटस्य स्वयं रूपं नास्ति चेत् चाक्षुषप्रत्यक्षं न भवति इति प्राचीनाः वदन्ति. तदर्थं नव्याः वदन्ति भवतु नाम परन्तु रूपं न रूपाणि सन्ति इति वदामः इति. अस्तु अस्तु. अन्यविषयः अस्ति प्राचीनाः मतम् अस्ति रूपस्य व्याप्यवृत्तित्वं व्याप्यवृत्तित्वम् अतः यत्र भिन्नभिन्नरूपाणि सन्ति पटे तत्र ते चित्ररूपमिति अङ्गीकृतवन्तः. चित्ररूपम् अङ्गीकृत्वा रूपस्य व्याप्यवृत्तित्वम् इति अवदन्. किन्तु नैयायिकां मतः अस्ति यथा नैयायिकानां मतः अस्ति नव्यनैयायिकानाम् अस्तु. ओ प्राचीनाः इत्युक्ते प्राचीननव्यनैयायिकानाम् अत्र नव्यैः इति उक्तं नव्यैः. अस्तु नव्यैः मतम् अस्ति संयोग यथा संयोगः अव्याप्यवृत्तित्वं भवति तथा एव रूपस्यापि अव्याप्यवृत्तित्वं स्वीकुर्मः. एतस्मात् चित्ररूपमिति न अङ्गीकृतम् न अङ्गीकरणीयम् इति चित्ररूपमिति न अङ्गीकृतम्. हा केवलं न अङ्गीकृतम् इति न तद् आवश्यकम् अपि नास्ति. अनेन नूतनचित्ररूपं न अपेक्षितम् इति पर्यवसितं नाम रूपम् अस्ति भवतु नाम समवायसम्बन्धेन पठे एव अस्ति रूपं किन्तु एकं रूपमिति न भिन्नभिन्नरूपाणि सन्ति तत् सर्वं मिलित्वा पटस्य रूपं भवति तेन चाक्षुषप्रत्यक्षमपि भवति इति नव्यानां मतमस्ति इति बुद्धं वा? अस्तु तर्हि गृहपाठार्थं तत्र पश्यन्तु सूक्तिललङ्किका इति अस्ति पुस्तके वा नव आम् आम् पुस्तके नवसप्ततितमे पुटे तत्र आरभ्य एकाशीतिपर्यन्तं स्वयं पठनीयं भवति गृहपाठार्थं. तत्र यत्किमपि उक्तमस्ति तत् सर्वं करपत्रे चर्चितम् अन्यूनातिरिक्तवृत्तित्वम् इति सर्वम् अपि च अव्याप्यवृत्तिः इत्युक्ते किं स्वभावस्य अधिकरणे स्वस्य विद्यमानत्वम् एतत् सर्वं करपत्रे सप्ताहत्रयात् पूर्वमेव चर्चितमस्ति. तर्हि गृहपाठरूपेण एतान् पुटान् पठन्तु स्वयमेव पठितुं शक्नुवन्ति इति मन्ये. अन्य कोऽपि प्रश्नः न भगिनि? धन्यवादः भगिनि. धन्यवादः धन्यवादः भगिनि.